पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 17 भीष्म उवाच तस्मिन्यज्ञे किमाश्चर्यं तदासीद्विजसत्तम कथं रुद्रस्थितस्तत्र विष्णुश्चापि सुरोत्तमः आभीरः पुत्री गायत्र्या किं कृतं तत्र पत्नीत्वे स्थितया तया आभीरा किं सुवृत्तज्ञायर्ज्ञात्वा तैश्च कृतं मुने एतद्वृत्तं समाचक्ष्व यथा वृत्तं यथा कृतम् आभीरैर्ब्राह्मणा चापि ममैतत् कौतुकं महत पुलस्त्य उवाच तस्मिन् यज्ञे यदाश्चर्यं वृत्तमासीन्नराधिप कथयिष्यामि तत्सर्वं शृणुष्वैकमना नृप रुद्रस्तु महदाश्चर्यं कृतवान् वै सदो गतः निन्द्यरूपधरो देवस्तत्रायाद्विजसन्निधौ विष्णुनानकृतं किञ्चित् प्राधान्ये स यतस्थितः नाश्यं तु गोपकन्याया ज्ञात्वा गोपकुमारकाः गोप्यश्च तास्तथा सर्वा आगता ब्रह्मणोऽन्तिकं दृष्ट्वा तां मेखलाबद्धां यज्ञसीमव्यवस्थितां हा पुत्रीति तदा मादा पिता हा पुत्रिकेति च स्वसेदि बान्धवा सर्वे सख्यसख्येन हा सखि केन त्वमिह चानीता अलक्तां कान्दुसुन्दरी शाटीं निवृत्तां कृत्वा दु केन युक्ता च कम्बली केन चेयं जडा पुत्रिरक्तसूत्रावकल्पिता एवंविधानि वाक्यानि श्रुत्वो वाच स्वयं हरिः इह चास्माभिरानीता पत्न्यर्थं विनियोजिता ब्रह्मणा लम्बिता बाला प्रलापं मा कृथास्त्विह पुण्या चैषा सुभाग्या च सर्वेषां कुलनन्दिनी पुण्या चेन्न भवत्येषा कथमागच्छदे सदः एवं ज्ञात्वा महाभाग न त्वं शोचितुमर्हसि कन्यैषा ते महाभागा प्राप्ता देवं विरिञ्चनम् योगिनो योगयुक्ता ये ब्राह्मणा वेदपारकाः न लभन्ते प्रार्थयन्तस्तां गतिं दुहिता गदा धर्मवन्दं सदाचारम्भवन्दं धर्मवत्सलं मया ज्ञात्वा तथ कन्या दत्ता चैषा विरञ्जये अनया आभिरकन्याया तारिदो गच्छ दिव्यान् लोकान् महोदयान् युष्माकं च कुले चापि देवकार्यार्थसिद्धये अवतारं करिष्येऽहं सा क्रीडादु भविष्यति यदानन्दप्रभृतयो ह्यवतारं धरातले करिष्यन्ति तदा चाहं वसिष्ये तेषु मध्यतः युष्माकं कन्यका सर्वा वसिष्यन्ति मया सह तत्र दोषो न भविता न द्वोषो न च मत्सरः करिष्यन्ति तदा गोपा भयं च न मनुष्यकाः न चास्या भविता दोषकर्मणानेन कर्हिचित् श्रुत्वा वाक्यं तदा विष्णो प्रणिपत्य ययुस्तदा एवमेष वरो देव यो दत्तो भविता हि मे अवतारः कुलेऽस्माकं कर्तव्यो धर्मसाधनः भवदो दर्शनादेव भवामः स्वर्गवासिनः शुभदा कन्यका चैषा तारिणी मे कुलैः सह एवं भवतु देवेश वरदानं विभो तव अनुनीतास्तदा गोपा स्वयं देवेन विष्णुना ब्रह्मणाप्येवमेवं तु वामहस्तेन भाषितं त्रपान्विता दर्शने तु बन्धूनां वरवर्णिनी कैरकं तु समाख्याता येनेमं देशमागताः दृष्ट्वा तु तांस्ततप्राह गायत्री आभीरकन्यका वामहस्तेन तान् सर्वान् प्राणिपादपुरःसरम् अत्र चाहं स्थिता मादर् ब्रह्माणं समुपागता भर्ता लब्धो मया देवः सर्वस्याद्यो जगत्पदिः नाहं शोच्या भवत्यादु न पित्रा न च बान्धवैः सखीगणश्च मे यादु भगिन्योदारकैः सह सर्वेषां कुशलं वाच्यं स्थितास्मि सह देवतैः गतेषु तेषु सर्वेषु गायत्री सा सुमध्यमा ब्रह्मणा सहिता रेजे यज्ञवाडं गदा सती याजितो ब्राह्मणैर्ब्रह्मा वरान्नो देहि चेप्सितान् यथेप्सितं वरं तेषां तदा ब्रह्माप्ययच्छत तया देव्या च गायत्र्या दत्तं तच्चानुमोदितं साधु यज्ञे स्थिता साध्वी देवतानां समीपगा दिव्यं वर्षशतं सग्रं स यज्ञो ववृधे तदा यज्ञवाडं कपर्दीदु भिक्षार्थं समुपागतः बृहत्कपालं सङ्गृह्य पञ्च मुण्डैरलङ्कृतः ऋत्विग्भिश्च सदस्यैश्च दूरात्तिष्ठन् जुगुप्सितः कथं त्वमिह सम्प्राप्तो निन्दितो वेदवादिभिः एवं प्रोत्साह्यमाणोऽपि निन्द्यमानस तैर्द्विजैः उवाच तान् द्विजान् सर्वान् स्मितं कृत्वा महेश्वरः अत्र पैदामहे यज्ञे सर्वेषां तोषदायिनि कश्चिदुत्सार्यते नैव ऋते मां द्विजसत्तमाः उक्तः स थैः कपर्दीदु भुक्त्वा चान्नं तदो व्रज कपर्दिना च दे उक्ता भुक्त्वा यास्यामि भो द्विजाः एवमुक्त्वा निषण्णः सकपालं न्यस्य चाग्रतः तेषां निरीक्ष्य तत्कर्मचक्रे कौडुल्यमीश्वरः मुक्त्वा कपालं भूमौ तु तान् द्विजानवलोकयन् उवाच पुष्करं यामि स्नानार्थं द्विजसत्तमः तूर्णं गच्छेति तैर्युक्तः स गतः परमेश्वरः वियत्सिधकौतुकेन मोहयित्वा दिवौकसः स्नानार्थं पुष्करं व्याधे कपर्दिनिद्विजातयः कथं होमोऽत्र क्रियते कपाले सदसि स्थिते कपालान्तान्यशौचानि पुरा प्राह प्रजापतिः विप्रोभ्यधात् सदस्येक कपालमुत्क्षिपाम्यहम् उद्धृतं तु सदस्येन प्रक्षिप्तं पाणिना स्वयम् तावदन्यस्थितं तत्र पुनरेव समुद्धृतम् एवं द्वितीयं तृतीयं विंशतिस्त्रिंशदप्यहो पञ्चाशच्च शतं चैव सहस्रमयुधं तथा एवं नान्धकपालानां प्राप्यते द्विजसत्तमैः नत्वा कपर्दिनं देवं शरणं समुपागताः पुष्करारण्यमासाद्य जप्यैश्च वैदिकैर्भृशं तुष्टुवुत्सहिता सर्वे तावत्तुष्टोहरस्वयं ततः स दर्शनं प्रादाद्विजानां भक्तितः शिवः उवाच तांस्ततो देवो भक्ति नम्रान् द्विजोत्तमान् पुरोडाशस्य निष्पत्तिकपालं न विना भवेद् कुरुध्वं वचनं विप्राह भागस्विष्टकृतो मम एवं कृते कृतं सर्वं मदीयं शासनं भवेद् तथेत्युजुर्द्विजाशम्भुं कुर्मो वै तव शासनं कपालपाणिराहेशो भगवन्तं पितामहम् वरं वरय भो ब्रह्मन् हृदि यत्ते प्रियं स्थितं सर्वं तव प्रदास्यामि अधेयं नास्ति मे प्रभो ब्रह्मोवाच न देवरं ग्रहीष्यामि दीक्षितोऽहं सदस्थितः सर्वकामप्रदश्चाहं यो मां प्रार्थयदे त्विह एवं वदन्तं वरदं क्रदौ तस्मिन् पितामहं तथेदि चोक्त्वा रुद्रस वरमस्मादयाचत ततो मन्वन्तरे दीदे पुनरेव प्रभुस्वयं ब्रह्मोत्तरं कृतं स्थानं स्वयं देवेन शम्भुना चतुष्वपिः वेदेषु परिनिष्ठां कदो हि यः तस्मिन् काले तदा देवो नगरस्यावलोकने सम्भाषणे द्विजानां तु कौतुकेन सदो गतः तेनैवोन्मत्तवेषेण हुदशेषे महेश्वरः प्रविष्टो ब्रह्मणः सत्म दृष्टो देवैर्द्विजोत्तमैः प्रहसन्ति च केऽप्येनं केचिन्निर्भत्सयन्ति च अपरे पांशुभि सिञ्चन्त्युन्मत्तं तं तथा द्विजाः लोष्ठैश्च लघुडैश्चान्ये शुष्मिणो बलगर्विताः प्रहरन्ति स्मोपहासं कुर्वाणाहस्तसंविदं तदोऽन्ये वडवस्तत्र जडा स्वागृह्यचान्दिकं पृच्छन्ति व्रतचार्यां तां केनैषा ते निदर्शिता अत्र वामास्त्री यः सन्ति तासामर्थे त्वमागतः केनैषा दर्शिताचर्या गुरुणा पापदर्शिना येन चोन्मत्तवद्वाक्यं वदन्मध्ये प्रधावसि शिश्नं मे ब्रह्मणो रूपं भगं चापि जनार्दनः उप्यमानमिदं बीजं लोककृष्णादिजान्यथा मयायं जनितः पुत्रो जनितोऽनेन चाप्यहं महादेवकृते सृष्टिसृष्टा भार्या हिमालये उमादत्तादुरुद्रस्य कस्य स तनया वद मूढायूयं न जानीत वदतां भगवांस्तु वः ब्रह्मणा न कृताचार्या दर्शिता नैव विष्णुना गिरिशेनापि देवेन ब्रह्मवध्या कृतेन तु कथं स्विद्गर्हसे देवं वध्योऽस्माकं त्वमद्य वै एवं तैर्हन्यमानस्तु ब्राह्मणैस्तत्र शङ्करः स्मितं कृत्वा ब्रवीत् सर्वान् ब्राह्मणान् नृपसत्तम किं मां न विद्ध भो विप्रा उन्मत्तं नष्टचेतनं यूयं कारुणिका सर्वे मित्रभावे व्यवस्थिताः वदमानमिदं चत्मब्रह्मरूपधरं हरं मायया तस्य देवस्य मोहितास्ते द्विजोत्तमः कपर्दिनं निजघ्नुस्ते पाणिपादैश्च मुष्टिभिः दण्डैश्चापि च कीलैश्च उन्मत्तवेषधारिणं पीड्यमानस्ततस्तैस्तु द्विजै कोपमधागमद ततो देवेन ते शप्त यूयं वेदविवर्जिताः ऊर्ध्वजडाक्रदुभ्रष्टाः परदारोपसेविनः वेश्यायां दुरदाद्युदे पितृमातृविवर्जिताः न पुत्रः पैतृकं वित्तं विद्यां वापि गमिष्यति सर्वे च मोहिताः सन्तु सर्वेन्द्रियविवर्जिताः रौद्रीं भिक्षां समश्नं तु परपिण्डोपजीविनः आत्मानं वर्तयन्तश्च निर्ममा धर्मवर्जिताः कृपार्पिता तु यैर्विप्रैरुन्मत्ते मयि साम्प्रदं तेषां धनं च पुत्राश्च दासीदासमजाविकम् कुलोत्पन्नाश्च वैनार्यो मयि तुष्टे भवन्विह एवं शपं वरं चैव दत्त्वान्तर्धानमीश्वरः गतो द्विजागदे देवे मत्वादं शङ्करं प्रभुम् अन्विष्यन्तोऽपि यत्नेन न चापश्यन्त ते यदा तदा नियमसम्पन्नाः पुष्करारण्यमागताः स्नात्वा ज्येष्ठसरो विप्र जयपुस्ते शतरुद्रियं जाप्यावसाने देवस्थानशिररगिराब्रवीद अनृतं न मया प्रोक्तं स्वैरेष्वपि कुतः पुनः आगदे निगहे क्षेमं भूयोऽपि करवाण्यहं शान्तादान्ता द्विजायेदु भक्तिमन्दो मयि स्थिराः न तेषां चिद्यते वेदो न धनं नापि सन्ततिः अग्निहोत्ररथा ये च भक्तिमन्दो जनार्दने पूजयन्ति च ब्रह्माणं तेजोराशिं दिवाकरं नाशुभं विद्यते तेषां येषां साम्ये स्थिता मदिः एतावदुक्त्वा वचनं तूष्णीं भूतस्तु सोऽभवद लब्ध्वा वरं सप्रसादं देवदेवान्महेश्वराद आजग्मुस्सहिता सर्वे यत्र देवः पितामहः वीञ्जिं संहिताजाप्यैस्तोषयं दोग्रतस्थिताः तुष्टस्तानब्रवीद्ब्रह्म मत्तोऽपि ब्रियतां वरः ब्रह्मणस्तेन वाक्येन हृष्टा सर्वे द्विजोत्तमाः को वरो यच्यतां विप्राः परितुष्टे पितामहे अग्निहोत्राणि वेदश्च शास्त्राणि विविधानि च शान्तानि काश्च ये लोका वरदानाद्भवन्तु नः एवं प्रजल्पदां तत्र विप्राणां कोपमाविशद के यूयं केत्र प्रवरा वयं श्रेष्ठास्तथा परे नेदि नेदि तथा विप्राद्विजांस्तां तत्र संस्थितान् ब्रह्मो वाचाभिसम्प्रेक्ष्य ब्राह्मणान् क्रोधपूरितान् यस्माद्यूयं त्रिभिर्भागैः सभायां बाह्यतस्थिताः तस्मादामूलिको गुल्मो ह्येको भवतु वो द्विजाः उदासीनास्थिता ये तु उदासीना भवन्तु ते सायुधाबद्ध निस्त्रिंश योद्धुकामा व्यवस्थिताः कौशिकीतिगणो नाम तृतीयो भवतु द्विजाः त्रिधाबद्धमिदं स्थानं सर्वं युक्ष्मद्भविष्यति बाह्यदो लोकशब्देन प्रोच्यमाना प्रजास्त्विह अविज्ञयमिदं स्थानं विष्णुः पालयिता ध्रुवम् मया दत्तं चिरस्थायि अभङ्गं च भविष्यति एवमुक्त्वा तदा ब्रह्म समाप्तिं तामवैक्षद ब्राह्मणाः सहितास्ते तु क्रोधामर्षसमन्विताः अतिथिं भोजयानाश्च वेदाभ्यासरतास्तु ते एतच्च परमं क्षेत्रं पुष्करं ब्रह्मसंज्ञितं तत्रस्था ये द्विजाशान्ता वसन्ति क्षेत्रवासिनः न तेषां दुर्लभं किञ्चित् ब्रह्मलोके भविष्यति को कामुके कुरुक्षेत्रे नैमिषे ऋषिसङ्गमे वाराणस्यां प्रभासे च तथा बदरिकाश्रमे गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे रुद्रकोट्यां विरूपाक्षे मित्रस्यापि तथा वने तीर्थेष्वेदेषु सर्वेषु सिद्धिर्या द्वादशाब्दिका प्राप्यते मानवैर्लोके षण्मासाद्राजसत्तमा पुष्करे तु न सन्देहो ब्रह्मचर्यमना यदि तीर्थानां परमं तीर्थं क्षेत्राणामपि चोत्तमं सदा तु पूजितं पूज्यैर् भक्तियुक्तैः पितामहे अधः परं प्रवक्ष्यामि सावित्र्या ब्रह्मणा सह वादो यथानुभूतस्तु परिहासकृतो महान् सावित्री गमने सर्वा आगता देवयोषितः भृगोख्यादां समुत्पन्ना विष्णुपत्नी यशस्विनी आमन्त्रिता सदा लक्ष्मीस्तत्रायादात्वरान्विता मदिराजमहाभागा योगनिद्रा विभूदिता श्रीकमलालया भूदिकीर्तिश्रद्धा मनस्विनी पुष्टितुष्टिप्रदायादु देव्या येदा समागताः सदीया दक्षतनया उमेदि पार्वती शुभा त्रैलोक्यसुन्दरी देवी स्त्रीणां सौभाग्यदायिनी जया च विजया चैव मधुश्चन्दामरावती सुप्रिया जनकान्ता च सावित्र्या मन्दिरे शुभे गौर्या सह समायाता सुवेशा भरणान्विताः पुलोमदुहिता चैव शक्राणी च सहा अप्सराः स्वाहा चापि स्वधा यादा धूमोर्णा च वरानना यक्षीदुराक्षसी चैव गौरी चैव महाधना मनोजवा वायुपत्नी ऋद्धिश्च धनदप्रिया देवकन्यास्तथा यादा दानव्यो धनुवल्लभाः सप्तर्षीणां महापत्न्य ऋषीणां च वराङ्गनाः एवं भगिन्यो दुहिदा विद्याधरीगणास्तथा राक्षस्य पितृकन्याश्च तथान्या लोकमातरः वधूभिः सस्नुषाभिश्च सावित्री गन्तुमिच्छति आदित्याद्यास्तथा सर्वा दक्षकन्याः समागताः ताभिः परिवृता साध्वी ब्रह्माणि कमलालया काचिन्मोदकमादाय काचिच्छूर्पं वरानन फलपूरितमादाय प्रयादा ब्रह्मणोऽधिकम् आठकी सह निष्पावा गृहीत्वान्यास्तथा परा दाडिमानि विचित्राणि मादुलिङ्गानि शोभना करीराणि तथा चान्या गृहीत्वा कमलानि च कौसुम्भकं जीरकं च खर्जूरमपरा तथा उत्तमान्यपरादाय नालिकेराणि सर्वशः द्राक्षाय पूरितं काचित् पात्रं गङ्गाटकं तथा कर्पूराणि विचित्राणि जम्बूकानि शुभानि च अक्षोटामलकान् गृह्य जम्बीराणि तथा पर बिल्वानि परिपक्वानि चिपिटानि वरानन कार्पासतूलिकाश्चान्या वस्त्रं कौसुम्भकं तथा एवमाद्यानि चान्यानि कृत्वा शूर्पे वरानाः सावित्र्या सहिता सर्वा सम्प्राप्ता सहसा शुभाः सावित्रीमागतं दृष्ट्वा भीतस्तत्र पुरन्दरः अधो मुखस्थितो ब्रह्मा किमेषा मां वदिष्यति त्रपान्वितौ विष्णुरुद्रौ सर्वे चान्ये द्विजादयः सभासदस्तथा भीदास्तथा चान्ये दिवौकसः पुत्राः पौत्रा भागिनेया मादुला भ्रातरस्तथा ऋभवो नाम ये देवा देवानामपि देवताः वैलक्ष्ये वस्थिता सर्वे सावित्री किं वदिष्यसि ब्रह्मपार्श्वे स्थिता तत्र किं तु वै गोपकन्यक मौनीभूता दुशृण्वाना सर्वेषां वदतां गिरः अध्वर्युणा समाहूता नागदा वरवर्णिनी शक्रेणान्याहृदा आभिरादत्ता सा विष्णुना स्वयम् अनुमोदिता च रुद्रेण पित्रा दत्ता स्वयं तथा कथं सा भविता यज्ञे समाप्तिं वा व्रजेत् कथम् एवं चिन्तयतां तेषां प्रविष्टा कमलालया वृतो ब्रह्मा सदस्यैस्तु ऋत्विग्भिर्दैवतैस्तथा हूयं ते चाग्नयस्तत्र ब्राह्मणैर्वैदपारकैः पत्नीशालास्थिता गोपी सैनगङ्गा समेखला क्षौमवस्त्रपरिधाना ध्यायन्ती परमं पदं पतिव्रता पतिप्राणा प्राधान्ये च निवेशिता रूपान्विता विशालाक्षी तेजसा भास्करोपमा द्वेतयन्ती सदस्तत्र सूर्यस्येव यथा प्रभा ज्वलमानं तथा वह्निं श्रयन्ते ऋत्विजस्तथा पशूनामिह गृह्णानाभागं स्वस्वचरोर्मुदा यज्ञभागार्थिनो देव विलम्बाद्ब्रुवदे तदा कालहीनं न कर्तव्यं कृतं न फलदं यतः वेदेष्वेवमधिकारो दृष्टः सर्वैर्मनीषिभिः प्रावर्ग्ये क्रियमाणे तु ब्राह्मणैर्वेदपारकैः क्षीरद्वयेन संयुक्त श्रुतेनाध्वर्युणा तथा उपभूतेनागते न चाहूतेषु द्विजन्मसु क्रियमाणे तदा भक्ष्ये दृष्ट्वा देवीरुषान्विता उवाच देवी ब्रह्माणं सदो मध्ये तु मौनिनं किमेतद्युज्यते देव कर्तुमेतद्विचेष्टितं मां परित्यज्य यत्कामात् कृतवानसि किल्बिषं न तुल्या पादरजसा ममैषा या शिरकृता यद्वदन्ति जनाः सर्वे सङ्गदाः सदसि स्थिताः आज्ञामीश्वरभूतानां तां कुरुष्व यदीच्छसि भवतारूपलोभेन कृतं लोकविगर्हितं पुत्रेषु न कृता लज्जा पौत्रेषु च न ते प्रभो कामकारकृतं मन्य एतत्कर्म विगर्हितं पितामहोऽसि देवानां ऋषीणां प्रपितामहः कथं न देत्रपाजादा आत्मनः पश्यतस्तनुं लोकमध्ये कृतं हास्यमहं चापकृदा प्रभो यद्येषते स्थिरो भावस्तिष्ठदेव नमोऽस्तु दे अहं कथं सखीनान्तु दर्शयिष्यामि वै मुखम् भर्त्रा मे विधृता पत्नी कथमेतदहं वदे ब्रह्मोवाच ऋत्विग्भिस्त्वरितश्चाहं दीक्षा कालादनं तरं पत्नीं विना न होमोऽत्र शीघ्रं पत्नीमिहानय शक्रेणैषा समानीता दत्तेयं मम विष्णुना गृहीता च मया सुभृक्षमस्वैदं मया कृतं न चापराधं भूयोऽन्यं करिष्ये तव सुव्रते पादयोः पतितस्तेऽहं क्षमस्वेह नमोऽस्तु ते पुलस्त्य उवाच एवमुक्ता तदा क्रुद्धा ब्रह्माणं शक्तुमुद्यदा यदि मेऽस्ति तपस्तप्तं गुरवो यदि दोषिताः सर्वब्रह्मसमूहेषु स्थानेषु विविधेषु च नैव ते ब्राह्मणा पूजां करिष्यन्ति कदाचन हृदे तु कार्तिकीमेकां पूजां सां वत्सरीं तव करिष्यन्ति द्विजा सर्वे मर्त्यानान्यत्र भूतले यद्ब्रह्माणमुक्त्वाः शतक्रतुमुपस्थितं भो भोः शक्र त्वया नीता आभीरी ब्रह्मणोऽन्धिकं यस्मात् ते क्षुद्रकं कर्मतस्त्वं क्षुद्रकं कर्म तस्मात्त्वं लिप्स्यसे फलम् भो भोः शक्रत्वयानीता आभीरी ब्रह्मणोऽन्धिकं यस्मात् ते क्षुद्रकं कर्म तस्मात्त्वं लप्स्यसे फलम् यदा सङ्ग्राममध्ये त्वं स्थाताशक्र भविष्यसि तदा त्वं शत्रुभिर्बद्धो नीतः परमिकां दशाम् अकिञ्चनो नष्टसत्त्वशत्रूणां नगरे स्थितः पराभवं महत्प्राप्य न चिरादेव मोक्ष्यसे शक्रं चप्त्वा तदा देवी विष्णुं वाक्यमधाब्रवीद भृगुवाक्येन ते जन्म यदा मर्त्ये भविष्यति भार्यावियोगजं दुःखं तदा त्वं तत्र भोक्ष्यसे हृदा ते शत्रुणा पत्नी परे पारो महोदधेः न च त्वं ज्ञास्यसे नीतां शोकोपहतचेतनः भ्रात्रा सह परं कष्टामापदं प्राप्य दुःखितः यदा यदुकुले जातः कृष्ण संज्ञो भविष्यसि पशूनां दासतां प्राप्य चिरकालं भ्रमिष्यसि तदा हरुद्रं कुपिता यदा दारुवने स्थितः तदा ऋषय क्रुद्धाशापं दास्यन्ति वैहर भो भो कपालिकक्षुद्रस्त्रीरस्माकं जिहीर्षसि तदेतद्दर्पितं तेद्य भूमौ लिङ्गं पदिष्यति विहीनपौरुषेण त्वं मुनिशापा च पीडितः गङ्गाद्वारे स्थिता पत्नी सा त्वामाश्वासयिष्यति अग्ने त्वं सर्वभक्षोऽसि पूर्वं पुत्रेण मे कृतः भृगुणा धर्मनित्येन कथं दग्धं दहाम्यहं जातवेदः स रुद्रस्त्वां रेतस्ता प्लावयिष्यति अमेध्येषु च ते जिह्वा अधिकं प्रज्वलिष्यति ब्राह्मणान् ऋत्विजः सर्वान् सावित्री वैशशापः प्रतिग्रहार्थाग्निहोत्रो वृथाटव्याश्रयास्तथा सदा तीर्थानि क्षेत्राणि लोभादेव भजिष्यथ परान्येषु सदा तृप्ता अतृप्ता स्वगृहेषु च अयाज्ययाचनं कृत्वा कुत्सितस्य प्रतिग्रहं वृद्धा धनार्जनं कृत्वा व्ययं चैव तथा वृथा प्रेतानां तेन प्रेतत्वं भविष्यति न संशयः एवं शक्रं तथा विष्णुं रुद्रं वै पावकं तथा ब्रह्माणं ब्राह्मणांश्चैव सर्वांस्तानाशपदृशा शापं दत्त्वा तथा तेषां निष्क्रान्ता सदसस्तद्धा ज्येष्ठं पुष्करमासाद्य तदा सा च व्यवस्थिता लक्ष्मीं प्राकसदीं तां च चक्रभार्यां वराननां युवतीस्तास्ततो वाच नात्र स्थास्यामि संसदि तत्र चाहं गमिष्यामि यत्र श्रोष्यन च ध्वनिं ततस्ता प्रमदा सर्वा प्रयाता स्वनिकेतनं सावित्री कुपिता तासामपि शापाय चोद्यता यस्मान् मां तु परित्यज्य गदास्ताद्देवयोषितः तासामपि तथा शापं प्रदास्ये कुपिदाभृशं नैकत्र वासो लक्ष्म्यादु भविष्यन्ति कदाचन क्षुद्रा सा चलचित्ता च मूर्खेषु च वसिष्यति म्लेच्छेषु पार्वतीयेषु कुत्सिते कुत्सिते तदा मूर्खेषु चावलिप्तेषु अपि शब्दे दुरात्मनि एवं विधे नरे स्याते वसति शापकारिता शापं दत्त्वा ततस्तस्य इन्द्राणीमशपत्तदा ब्रह्महत्या गृहीतेन्द्रे पत्यौ ते दुःखभागिनि नहु शापहृदे राज्ये दृष्ट्वा त्वां याचयिष्यति अहमिन्द्रः कथं चैष नोपस्थास्यति बालिश सर्वान् देवान् हनिष्यामि न लिप्स्येऽहं शचिं यदि नष्टा त्वं च तदा त्रस्ता वाक्पदेर्दुःखिता गृहे वसिष्यसे दुराचारे मम शापेन गर्विते देवभार्यासु सर्वासु तदा शापमयच्छद न चापत्यकृतां प्रीतिमेधा सर्वा लभिष्यथ दह्यमाना दिवारात्रौ वन्ध्या शब्देन दूषिताः गौर्यप्येवं तदा शब्दा सावित्र्यावरवर्णिनी रुदमाना तु सा दृष्टा विष्णुना च प्रसादिता मा रोदिस्त्वं विशालाक्षि ये ह्यागच्छ सदा शुभे प्रविश्य च सभां देहि मेखलां क्षौमवाससी गृहाणदीक्षां ब्रह्माणि पादौ च प्रणमामि ते एवमुक्त्वा ब्रवीदेनं न करोमि वचस्तव तत्र चाहं गमिष्यामि यत्र श्रोष्येन वैध्वनिं यदावदुक्त्वा सारुह्य तस्मास्थानगिरौ स्थिता विष्णुस्तदग्रतस्थित्वा बद्ध्वा च करसम्पुटं तुष्टावप्रणदो भूत्वा भक्त्या परमया स्थितः विष्णुरुवाच सर्वगसर्वभूतेषु द्रष्टव्या सर्वतोद्भुता सद सच्चैव यत्किञ्चित् दृश्यं तन्न विना त्वया तथापि येषु स्थानेषु द्रष्टव्या सिद्धिमीप्सुभिः स्मर्तव्या भूमिकामैर्वा तत्प्रवक्ष्यामि ते ग्रदः सावित्री पुष्करे नाम तीर्थानां प्रवरे शुभे वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी प्रयागे ललितादेवी कामुका गन्धमादने मानसे कुमुदा नाम विश्वकाया तथाम्बरे गोमन्दे गोमदी नाम मन्दरे कामचारिणी मदोत्कडा चैत्ररथे जयन्ती हस्तिनापुरे कान्यकुब्जे तथा गौरीरम्भा मलयपर्वते ये काम्रके कीर्तिमदी विश्वविश्वेश्वरी तथा कर्णिके पुरुहस्तेदि केदारे मार्गदायिका नन्दा हिमवदपृष्ठे गोकर्णे भद्रकालिका स्थाण्वीश्वरे भवानीदु बिल्वके बिल्वपत्रिका श्रीशैले माधवी देवी भद्रा भद्रेश्वरी तथा जया वराहशैले दु कमला कमलालये रुद्रकोट्यां तु रुद्राणि काली कालञ्जरे तथा महालिङ्गे दु कपिला कर्कोडे मङ्गलेश्वरी शालिग्रामे महादेवी शिवलिङ्गे जलप्रिया मायापुर्यां कुमारी दु सन्ताने ललिता तथा उत्पलाक्षे सहस्राक्षे हिरण्याक्षे महोत्पला गयायां मङ्गला नाम विमला पुरुषोत्तमे विपाशायां मोखाक्षी पाडला पुण्यवर्धने नारायणी सुपार्श्वे दुत्रिकूडे भद्रसुन्दरी विपुले विपुला नाम कल्याणी मलयाचले कोटवी कोटितीर्थे दु सुगन्धा माधवी वने कुब्जाम्रके त्रिसन्ध्या दु गङ्गाद्वारे हरिप्रिया शिवकुण्ठे शिवानन्दा नन्दिनी देविका तटे रुक्मिणीद्वारवत्यां तु राधा वृन्दावने तथा देवकी मधुरायां दु पादाले परमेश्वरी चित्रकूटे तथा सीता विन्ध्ये विन्ध्यनिवासिनी सह्याद्रावे कवीरा तु हरिश्चन्द्रे दु चन्द्रिका रमणा रामतीर्थे दु यमुनायां मृगावती करवीरे महालक्ष्मी रुमा देवी विनायके अरोगा वैद्यनाथेदु महाकाले महेश्वरी अभया पुष्पतीर्थेदु अमृता विन्ध्यकन्धरे माण्डव्ये माण्डवी देवी स्वाहा माहेश्वरे पुरे वेगलेदु प्रचण्डाध चण्डिकामरकण्टके सोमेश्वरे वररोहा प्रभासे पुष्करावधि देवमाता सरस्वत्यां पारापारे तडे स्थिता महालये महापद्मा पयोष्ण्यां पिङ्गरेश्वरी सिंहिका कृतशौचेदु कार्तिकेयेदु शङ्करी उत्पला वर्तके लोला सुभद्रा सिन्धुसङ्गमे उमासिद्धवने लक्ष्मीरनङ्गा भरताश्रमे जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले भीमादेवी हिमाद्रौज तुष्टिर्वस्त्रेश्वरे तथा कपालमोचने श्रद्धा मादा कायावरोहणे शङ्खोद्धारे ध्वनिर्नाम धृतिपिण्डारके तथा कालादुचन्द्रभागायामच्छोदे सिद्धिदायिनी वेणायाममृता देवी वधर्या मूर्वशी तथा औषधि चोत्तरकुरौ कुशद्वीपे कुशोदका मन्मथा हेमकूटेदु कुमोदे सत्यवादिनी अश्वत्थे वन्दनीया तु निधेर्वै श्रवणालये गायत्रीवेदवदने पार्वती शिवसन्निधौ देवलोके तथेन्द्राणि ब्रह्मास्येदु सरस्वती सूर्यबिम्बे प्रभानाम मातॄणां वैष्णवी तथा अरुन्धती सतीनां तु रामासु च तिलोत्तमा चित्रे ब्रह्मकला नाम शक्तिसर्वशरीरिणां एतद्भक्त्या मया प्रोक्तं नामाष्टशतमुत्तमम् अष्टोत्तरं च तीर्थानां शतमेतदुदाहृदं यो जपे शृणुयाद्वापि सर्वपापैः प्रमुच्यते येषु तीर्थेषु यकृत्वा स्नानं पश्येन्नरोत्तमः सर्वपापविनिर्मुक्तकल्पं ब्रह्मपुरे वसेद नामाष्टकं शतं जस्तु श्रावयेद्ब्रह्मसन्निधौ पौर्णमास्याममायां वा बहुपुत्रो भवेन्नरः गोदाने श्राद्धदाने वा अहन्यहनि वा पुनः देवार्चनविधौ शृण्वन् परं ब्रह्माधिगच्छति एवं स्तुवं तं सावित्री विष्णुं प्रोवाच सुव्रता सम्यक् स्तुता त्वया पुत्र त्वमजय्यो भविष्यसि अवतारे सदारस्त्वं पितृमादृषु वल्लभः इह चागत्य यो मां तुस्तवेनानेन संस्तुयाद सर्वपापविनिर्मुक्तः परं स्थानं गमिष्यति गच्छ यज्ञं विरिञ्जस्य समाप्तिं नयपुत्रका कुरुक्षेत्रे प्रयागे च भविष्ये चान्नदायिनी समीपगास्तिदा भर्तु करिष्ये तव भाषितं यवमुक्तो गदो विष्णोर्ब्रह्मणः सद उत्तमं गदायामथ सावित्र्यां गायत्री वाक्यमब्रवीद शृण्वन्तु वाक्यमृषयो मदीयं भर्तृसन्निधौ यदिदं वच्म्याकं तुष्टा वरदानाय चोद्यदा ब्रह्माणं पूजयिष्यन्ति नरा भक्तिसमन्विताः तेषां वस्त्रं धनं धान्यं दारासौख्यं धनानि च अविच्छिन्नं तथा सौख्यं गृहे वै पुत्रपौत्रकम् भुक्त्वा सौ सुचिरं कालमन्दे मोक्षं गमिष्यति पुलस्त्य उवाच ब्रह्माणं च प्रतिष्ठाप्य सर्वयत्नायुर्विधानदः यत्पुण्यफलमाप्नोति तदेकाग्रमनाशृणो सर्वयत्नतपोदानतीर्थवेदेषु यद्फलं तद्फलं कोटिगुणितं लभे तैतत्प्रतिष्ठया पौर्णमास्युपवासं तु कृत्वा भक्त्या नराधिप अनेन विधिना यस्तु विरिञ्चिं पूजयेन्नरः प्रतिपदि महाबाहो स यादि ब्रह्मणः पदं विरिञ्चिं वासुदेवं तु ऋद्विग्भिश्च विशेषतः कार्तिके मासि देवस्य रथयात्रा प्रकीर्तिता यां कृत्वा वामानवाभक्त्या संयान्ति ब्रह्मलोकतां कार्तिके मासि राजेन्द्र पौर्णमास्यां चतुर्मुखं मार्गेण ब्रह्मणा सार्धं सावित्र्या च परं तप ब्राह्मयेन्नगरं सर्वं नानावाद्यसमन्वितः स्नापयेद्भ्रमयित्वा दुसलोकं नगरं नृप ब्राह्मणान् भोजयित्वाग्रे शाण्डिलेयं प्रपूज्य च आरोपयेद्रथे देवं पुण्यवादित्रनिःस्वनैः रथाग्रे शाण्डिलीपुत्रं पूजयित्वा विधानदः ब्राह्मणान्वाचयित्वा दुकृत्वा पुण्याहमङ्गलम् देवमारोपयित्वा च रथे कुर्यात् प्रजागरं नानाविधैः प्रेक्षणिकैर्ब्रह्मकौशैश्च पुष्कलैः कृत्वा प्रजागरं देवं प्रभादे ब्राह्मणान्नृप भोजयित्वा यथाशक्तिभक्ष्य भोज्यैरनेकशः पूजयित्वा जनं धीरमन्त्रेण विधिवन्नृप आज्येन तु महाबाहो पयसा पायसेन च ब्राह्मणान्वाचयित्वा दुस्त्वत्यादु विधिवन्नृप कृत्वा पुण्याकशब्दं च तद्रथं भ्रामयेत्पुरे विप्रैश्चतुर्वेदविद्भिर्भ्रामयेद्ब्रह्मणो रथं बह्वृचाद्धर्वणैर्वीरचन्दोगाध्वर्युभिस्तथा भ्रामयेद्देवदेवस्य सुरश्रेष्ठस्य तं रथं प्रदक्षिणं पुरं सर्वं मार्गेण सुसमेन तु न वोढव्यो रथो वीररुद्रेण हितमिच्छता न चारोहेद्रथं प्राज्ञो मुक्त्वैकं भोजकं नृपः ब्रह्मणो दक्षिणे पार्श्वे गायत्रीं स्थापयेन्नृप भोजकं वामपार्श्वे तु पुरतः पङ्कजं न्यसेद एवं तूर्यनिनादैस्तु शङ्खशब्दैश्च पुष्कलैः प्रमयित्वा रथं वीरं पुरं सर्वं प्रदक्षिणं स्वस्थाने स्थापयेद्देवं दत्त्वा नीराजनं बुधः य एवं गुरुदे यात्रां यो वा भक्त्यापि पश्यति रथं वा कर्षयेद्यस्तु स गच्छेद्ब्रह्मणः पदं कार्तिके मास्यमावास्यां यश्च दीपप्रदीपनं शालायां ब्रह्मण कुर्यात् स गच्छेत् परमं पदं गन्धपुष्पैर्नवैर्वस्त्रैरात्मानं पूजयेत्तु यः तस्यां प्रतिपदायां तु स गच्छेद्ब्रह्मणः पदं महापुण्यातिधिरीयं बलिराज्यप्रवर्धिनी ब्रह्मणसुप्रिया नित्यं बालेयी परिकीर्तिता ब्रह्माणं पूजयेद्योऽस्यामात्मानं च विशेषतः स याति परमं स्थानं विष्णोरमिततेजसः चैत्रे मासि महाबाहो पुण्या प्रतिपदाम्बरा तस्यां यश्वपचं स्पृष्ट्वा स्नानं कुर्यान्नरोत्तमः न तस्य दुरिदं किञ्चिन्नाधयो व्याधयो नृप भवन्ति कुरु शार्दूल तस्मात् स्नानं समाचरेद दिव्यं नीराजनं तद्धि सर्वरोगविनाशनं गोमहिष्यादि यत्किञ्चित् तत्सर्वं कर्षयेन्नृप तेन वस्त्रादिभिः सर्वैस्तोरणं बाह्यतोऽन्यसेत् ब्राह्मणानां तथा भोज्यं कुर्यात् कुरु कुलोद्वः तिस्रो ह्येताः पुरा प्रोक्ता स्थितय कुरुनन्दन कार्तिकाश्वयुजे मासि चैत्रे मासि तथा नृप स्नानं दानं शतगुणं कार्तिकेयातिथिर्नृप बलिराज्ञस्तु शुभदा प पशूनां हितकारिणि। गायत्री उवाच यदुक्तं तु तया वाक्यं सावित्र्या कमलोद्भवं न तु ते ब्राह्मणा पूजां करिष्यन्ति कदाचन, मदीयं तु वच श्रुत्वा ये करिष्यन्ति चार्चनम्, इह भुक्त्वा तु भोगांस्ते परत्र मोक्षभागिनः। एतां ज्ञात्वा परां दृष्टिं वरं तुष्ट प्रयच्छति। चक्राहं देवरं दास्ये सङ्ग्रामे शत्रुनिग्रहे, तदा ब्रह्म मोचयिता गत्वा शत्रुनिकेतनं स्वपुरं लप्स्यस्य नष्टं शत्रुनाशात् परां मुदम्। अकण्टकं महद्राज्यं त्रैलोक्ये ते भविष्यति, मर्त्यलोके यदा विष्णो अवतारं करिष्यसि। भ्रात्रा सह परं दुःखं स्वभार्या हरणाद्विजम्, हत्वा शत्रुं पुनर्भार्यां लप्स्यसे सुरसन्निधौ। गृहीत्वा तां पुनाराज्यं कृत्वा स्वर्गं गमिष्यसि। एकादशसहस्राणि वर्षाणां च पुनर्दिवं ख्यादित्ते विपुला लोके अनुराकं जनैः सह। सान्तानि का नाम तेषां लोकास्थास्यन्ति भाविताः, त्वया देताजिता देवरामरूपेण मानवाः। गायत्री तु तदा रुद्रं वरदा प्रत्यभाषद, पदितेऽपि च ते लिङ्गे पूजां कुर्वन्ति ये नराः। ते पूधा पुण्यकर्माण स्वर्गलोकस्य भागिनः, न तां गतिं चाग्निहोत्रे न क्रदौ हुतपावके। यां गतिं मनुजायान्ति तव लिङ्गस्य पूजनाद, गङ्गाधीरे सदा लिङ्गं बिल्वपत्रेण ये तव पूजयिष्यन्ति सुप्रादा रुद्रलोकस्य भागिनः। प्राप्यापि सर्वभक्तत्वमग्नेत्वं भवपावनः, त्वयि प्रीदे सुरा सर्वे प्रीदा वै नात्र संशयः। त्वन्मुखेन कविर्देवै प्रीता प्रीदे त्वयि ध्रुवं, भुञ्जते नात्र सन्देहो वेदोक्तं वचनं यथा। गायत्री ब्राह्मणांस्तांश्च सर्वांश्चैवाब्रवीदिदं, युष्माकं प्रीणनं कृत्वा सर्वतीर्थेषु मानवाः। पदं सर्वे गमिष्यन्ति वैराजाख्यं न संशयः। अन्नप्रकारान् विविधान् दत्त्वा दानान्यनेकशः, श्राद्धेषु प्रीणनं कृत्वा देवदेवा भवन्ति ते। ये च वै ब्राह्मणश्रेष्ठास्तेषामास्येदिवौकसः, भुञ्जते च हविः क्षिप्रं कव्यं चैव पितामहाः। यूयं हि धारणे शक्तास्त्रैलोक्यस्य न संशयः, प्राणायामेन चैकेन सर्वे पूता भविष्यथ। विशेषात् पुष्करे स्नात्वा मां जप्त्वा वेदमादरं, प्रतिग्रहकृदान् दोषान् न प्राप्स्यथ द्विजोत्तमाः। पुष्करे चान्नदानेन प्रीता स्युः सर्वदेवताः, एकस्मिन् भोजि देवी प्रे कोढ्या फलमवाप्स्यते। ब्रह्महत्यादिपापानि दुष्कृतानि कृतानि च करिष्यन्ति नरा सर्वे, दत्त्वा युष्मत्करे धनं मदीयेन दुजाप्येन पूजनीयस्त्रिभिकृतैः। ब्रह्महत्यासमं पापं तत्क्षणादेव नश्यति, दशभिर्जन्मभिर्जातं शतेन च पुरा कृतं त्रियुगेन सहस्रेण गायत्री हन्ति किल्बिषम्। एवं ज्ञात्वा सदा भूता जाप्येदु मम वै कृते, भविष्यध्वं न सन्देहो नात्र कार्याविचारण। प्रणवेन त्रिमात्रेण सार्धं जप्त्वा विशेषतः, भूता सर्वेण सन्देहो जप्त्वा मां शिरसा सह। अष्टाक्षरा स्थिता चाहं जगद्व्याप्तं मया त्विदं, माताहं सर्ववेदानां पदैः सर्वैरलङ्कृता। जप्त्वा मां भक्तिदसिद्धिं यास्यं दिद्विजसत्तमा, प्राधान्यं मम जाप्येन सर्वेषां वो भविष्यति। गायत्री सारमात्रोऽपि वरं विप्रसुसंयुतः, नायं त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी। यस्माद्विप्रेषु सावित्र्या शापो दत्तः सदस्यथ अत्र दत्तं हुदं चापि सर्वमक्षयकारकं दत्तो वरो मया तेन युष्माकं द्विजसत्तमाः अग्निहोत्रपरा विप्रास्त्रिकालं होमदायिनः स्वर्गं ते तु गमिष्यन्ति सैकविंशतिभिक्कुलैः एवं शक्रस्य विष्णोश्च रुद्रस्य पावकस्य च ब्रह्मणो ब्राह्मणानां च गायत्रीवरमुत्तमं तस्मिन् वै पुष्करे दत्त्वा ब्रह्मण पार्श्वगाभवद चारणैस्तु तदाख्यातं लक्ष्म्या वै शापकारणं युवतीनां च सर्वासां शापां ज्ञात्वा पृथक् पृथक् लक्ष्म्याश्चैव वरं प्रादत् गायत्री ब्रह्मणप्रिया अकुत्सितान् सदा सर्वान् कुर्वन्ति धनशोभना शोभिष्यसे न सन्देह सर्वेभ्यः प्रीतिदायिनि ये त्वया वीक्षिता पुत्री सर्वे दे पुण्यभोजनाः परित्यक्तास्त्वया ये तु सर्वे दे दुःखभागिनः तेषां जातिकुलं शीलं धर्मश्चैव वरानने सभायां तेजशोभन्ते दृश्यन्ते चैव पार्थिवैः अर्धित्वं चैव तेषां तु करिष्यन्ति द्विजोत्तमाः सौजन्यं तेषु कुर्वन्ति त्वं नो भ्राता पिता गुरुः बान्धवोऽपि न सन्देहो न जीवेयं त्वया विना त्वयि दृष्टे प्रसन्ना मे दृष्टिर्भवति शोभना मनः प्रसीदतेत्यर्थं सत्यं सत्यं वदामि ते एवंविधानि वाक्यानि त्वद्दृष्ट्या ये निरीक्षिताः सज्जनास्ते तु श्रोष्यन्ति जनानां प्रीतिदायकाः इन्द्रत्वं नकुशप्राप्य दृष्ट्वा त्वां याजयिष्यति त्वद्दृष्ट्यादु हतपवो ह्यगस्त्यवचनाध्रुवं सर्पत्वं समनुप्राप्य प्रार्थयिष्यति तं तु सः दर्पेणाहं विनष्टोऽस्मि शरणं मे मुने भव वाक्येन तेन तस्यासौ नृपस्य भगवान् ऋषिः कृत्वा मनसि कारुण्यमिदं वाक्यं वदिष्यति उत्पत्स्यते कुले राजा त्वदीये कुलनन्दनः सर्परूपधरं दृष्ट्वा सदे शापं हि भेक्ष्यति तदा त्वं सर्पदां त्यक्त्वा पुनः स्वर्गं गमिष्यसि अश्वमेधकृतेन त्वं भर्त्रा सह पुनर्दिवं प्राप्स्यसे वरदानेन मदीयेन सुलोचने पुलस्त्य उवाच देवपत्न्यस्तदा सर्वास्तुष्टया परिभाषिताः अपत्यैरपि हीनानां नैव दुःखं भविष्यति गौरी चैव तु गायत्र्या तदा सापि विबोधिता ब्रह्मिता परितोषेण वरान् दत्त्वा मनस्विनी समाप्तिं तस्य यज्ञस्य काङ्क्षन्ती ब्रह्मणप्रिया वरतां तां तथा दृष्ट्वा गायत्रीं वेदमादरं प्रणिपत्य तदा रुद्रस्तुतिमेधां चकारः रुद्र उवाच नमोऽस्तु ते वेदमादरष्टाक्षरविशोधिते गायत्री दुर्गधरणी वाणी सप्तविधा तथा सर्वाणि स्तुतिशास्त्राणि गाथाश्च निखिलास्तथा अक्षराणि च सर्वाणि लक्षणानि तथैव च भाष्यादि सर्वशास्त्राणि ये चान्ये नियमास्तथा अक्षराणि च सर्वाणि त्वं तु देवि नमोऽस्तु ते श्वेता त्वं श्वेतरूपासि शशाङ्केन समानना बिभ्रति विपलौ बाहु कदली गर्भकोमलौ येणागगं करे गृह्य पङ्कजं च सुनिर्मलं वसानावसने क्षौमे रक्तेनोत्तरवाससा शशिरश्मिप्रकाशेन हारेणोरसिराजिता दिव्यकुण्डलपूर्णाभ्यां कर्णाभ्यां सुविभूषिता चन्द्रसा पत्न्यभूतेन मुखेन त्वं विराजसे मकुटेनादिशुद्धेन केशबन्धेन शोभिता भुजङ्गा भोगसदृशौ भुजौ ते भूषणं दिवः स्तनौ ते रुचिरौ देवि वर्तुलौ समचूचुकौ जखनेनादिशुभ्रेण त्रिवली भङ्गदर्पिता सुमध्यवर्तिनीनाभिर्गम्भीरा शुभदर्शिनी विस्तीर्णजखनादेवी सुश्रोणी च वरानने सुचादवृत्तोरुयुगा सुजानुचरणा तथा त्रैलोक्यधारिणी सत्त्वं भुवि सत्योपयाचना भविष्यसि महाभागे वरदा वरवर्णिनि पुष्करे च कृता यात्रा दृष्ट्वा त्वां सम्भविष्यति ज्येष्ठे मासे पौर्णमास्यामग्र्यां पूजां च लप्स्यसे ये च वा त्वत्प्रभावाज्ञा पूजयिष्यन्ति मानवाः न तेषां दुर्लभं किञ्चित् पुत्रदो धनदोऽपि वा कान्तारेषु निमग्नानामटव्यां वा महार्णवे दस्युभिर्वा निरुद्धानां त्वं गति परमा नृणां त्वं सिद्धिश्रीर्धृतिकीर्तिर्त्रिर्विद्या सन्नतिर्मदिः सन्ध्या रात्रिप्रभा निद्रा कालरात्रिस्त्वमेव च अम्बा च कमला माधुर्ब्रह्माणि ब्रह्मचारिणी जननी सर्वदेवानां गायत्री परमाङ्गना जया च विजया चैव पुष्टित्वं च क्षमादया सावित्र्यवरजा चासि सदा चेष्टापि दामहे बहुरूपा विश्वरूपा सुनेत्रा ब्रह्मचारिणी सुरूपा त्वं विशालाक्षी भक्तानां परिरक्षिणी नगरेषु च पुण्येषु आश्रमेषु वरानने वासस्तव महादेवि वनेषु उपवनेषु च ब्रह्मस्थानेषु सर्वेषु ब्रह्मणो वामदस्थिता दक्षिणेन तु सावित्री मध्ये ब्रह्मा पितामहः अन्तर्वेदी जयज्ञाना मृत्युजां चापि दक्षिणा सिद्धित्वं हि नृपाणां च वेला सागरजामदा ब्रह्मचारिणीया दीक्षा शोपा च परमा मदा ज्योतिषां च प्रभादेवी लक्ष्मीर्नारायणे स्थिता क्षमासिद्धिर्मुनीनां च नक्षत्राणां च रोहिणी राजद्वारेषु तीर्थेषु नदीनां सङ्गमेषु च पूर्णिमा पूर्णचन्द्रे च बुद्धिर्नित्यां क्षमाधृतिः उमादेवी च नारीणां श्रूयसे वरवर्णिनी इन्द्रस्य चारुदृष्टिस्त्वं सहस्रनयनोपगा ऋषीणां धर्मबुद्धिस्त्वं देवानां च परायण कर्षकाणां च सीतां त्वं भूतानां धरणी तथा स्त्रीणामवैद्यव्यकरी धनधान्यप्रदा सदा व्याधिं मृत्युं भयं चैव पूजिता शमयिष्यसि तथा तु कार्तिके मासि पौर्णमास्यां सुपूजिता सर्वकामप्रदा देवी भविष्यसि शुभप्रदे यश्चेदं पठते स्तोत्रं शृणुयाद्वाप्यभीक्ष्णशः सर्वार्थसिद्धिं लभते नरो नास्त्यत्र संशयः गायत्री उवाच भविष्यत्येवमेवं तु यत्त्वया पुत्र भाषितं विष्णुना सहितः सर्वस्थानेष्वेव भविष्यसि इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे सावित्री विवादगायत्री वरप्रदानं नाम सप्तदशोऽध्यायः ॐ